सर्वेभ्यो नमस्कारः. अत्र स्पोकन् संस्कृत् इति रविवासरस्य वर्गः अस्तु. गतसप्ताहे वयम् एकां कथां पूर्णतया पठितवन्तः, बालमोदिनी इति, कूपः कस्य इति. तत्र गृहपाठः आसीत् कथायाः सारांशः लिखतु इति. कः वक्तुं प्रथमतया कः वक्तुम् इच्छति सारांशरूपेण एव कथायाः? अहं करोमि महोदय. अस्तु अस्तु भगिनि, नमस्कारः, करोतु भगिनि. एकं ग्रामे एका वृद्धा वसति स्म. तस्याः गृहसमीपे भगिनि एकनिमिष, एकस्मिन् ग्रामे ओके एकस्मिन् ग्रामे एका वृद्धा वसति स्म. तस्याः गृहसमीपे कूपः आसीत्. तस्याः गृहस्य समीपे सा वृद्धा कूपस्य जलम् अनुदिनं स्वीकरोति स्म. बुनक्ति इति लिखति महोदय. अनुदिनं बुनक्ति. अस्तु, हा, तदहं न जानामि किम् अस्ति इति. अस्तु, अग्रे अग्रे एन्जाय्. अस्तु, पदं किम् अस्ति तत्र? अस्तु अस्तु, भुनक्ति. अस्तु अस्तु, इदानीम् धन्यवादः. हा, भुनक्ति, हा, समीचीनं. भैरव नाम दुर्जनः अभवत् आसीत् आसीत् दुर्जनः आसीत् आसीत् अन्यक दुःखं दृष्ट्वा भैरवस्य महान् सन्तोषः आसीत्. अन्यस्य अथवा अन्यानाम् इति प्रायशः अन्यस्य दुःखं दृष्ट्वा अन्यस्य दुःखं दृष्ट्वा भैरवस्य महान् सन्तोषः आसीत्. भैरवः वृद्धायाः कूपस्य उपयोगं निवारयति स्म. भैरवस्य सहायक अपि दुष्टाः आसन्. सहायकाः अपि दुष्टाः आसन्. तर्हि वृद्धायाः महान् कष्टम् अभवत् आसीत्. महान् कष्टं न, महत् कष्टं प्रायशः अस्ति इति. महान् कष्टमेव प्रायशः समीचीनं. महत् प्राय, हा, कष्टं, हा, महत् कष्टम् इति मन्ये, किन्तु हा, महत् कष्टं बहु कष्टम् इति तदपि समीचीनमेव अस्ति. हा, बहु कष्टं. किमर्थं वृद्धायाः कष्टं वृद्धायाः कष्टम् अस्ति इति. वृद्धा कष्टम् अनुभवति अथवा वृद्धायाः कष्टम् अस्ति इति. षष्टि, हा, वृद्धायाः कष्टम् अस्ति इति. वृद्धा राजधानीं गत्वा एतत् विषयं राजान् आवेदितवती. राजा अहं विचारयिष्यामि इति उक्तवान्. तत्र प्रायशः विषयः इति अस्ति पुल्लिङ्गे, अतः एतं विषयम् इति भवति. विषयं विषयः विषयम् एतं विषयं राजान् आवेदितवती राजा अहं विचारयिष्यामि इति उक्तवान् चारपुरुषः द्वारा राजा ज्ञातवान् यत् वृद्धायाः वृत्तान्तं सत्यम् इति अनन्तरदिने राजा वृद्धायाः कूपस्य समीपं प्रतिष्ठितवान् राजा उच्चैः अथवा सुलभं स्थितवान् तत्र गत्वा स्थितवान् कूपस्य समीपे गत्वा तत्र एव स्थितवान् Actually, I wanted to use a word that is different from what is on the story, basically. So, I was trying to... Raja Uchaihi iti uktavan Yeshah kupah kasya Aham nyatavan Etasmin kupe mahati sampat asit Ataha एषः कस्य इति अहं ज्ञातुं ज्ञातुम् इच्छामि अस्तु समीचीनं ऐ हेव् रिटन् ओन्ली वन् मोर् सेण्टेन्स् महोदय सर्वे ग्रामजनाः उक्तवन्तः ऐ जस्ट् रिपीटेड् द सेम् थिङ्ग् एषः कूपः इदानीं भैरवस्य वाट् इस् द मीनिङ्ग् आफ् जातः इट् हेस् बिकम् दट्स् आल् ऐ हेव् रिटन् महोदय पूर्वम् एषः कूपः वृद्धायाः आसीत् किन्तु इदानीं भैरवस्य जातः भैरवस्य जातः अस्ति इति अस्तु समीचीनं भगिनि चिन्ता मास्तु समीचीनमेव अस्ति अस्तु अग्रे अन्य कोऽपि वक्तुम् इच्छति वा महोदय गतसप्ताहे द्वे परिच्छेदे लिखितवती अद्य शेष परिच्छेदे मम वाक्य वक्तुमिच्छति वा अस्तु एकनिमिष अन्य कोऽपि के आगतवन्तः कृपया नामानि उच्यतां नमस्ते महोदय लक्ष्मीकान्तः अस्मि लक्ष्मीकान्त जोशी महोदय नमस्कारः महोदय नमस्कारः कथां प्राप्तवान् वा भवान् अस्तु नरेश् महोदय अस्ति वा अस्तु प्रायशः नास्ति इति मन्ये अस्तु सरला भगिनी कृपया वदामि राजा गुप्तचरान् प्रेषित्वा वृद्धायाः वृत्तान्तस्य ज्ञानं सत्त्वात् स्वयं वृद्धायाः गृह पत्रसङ्केतं चिन्तित्वा तस्या कूपसमीपं कस्मिन् दिने अनन्तरं गतवान् तत्र राजनं दृष्ट्वा बहवः जनाः आगत्य एकत्राः उपस्थिताः राजा प्रजान् दृष्ट्वा पृष्टवान् यत् कस्य कूपः आसीत् सः ज्ञातुम् इष्टवान् कारणं कि तस्मिन् राजकोषस्य महती सम्पत्ति आसीत् सर्वे ग्रामीणाः मिलित्वा भैरवस्य प्रति सूचितवन्तः यत् कूपः भैरवस्य आसीत् इदानीं राजा भैरवं क्रोधेन पृष्टवान् भो कूपे राजकोषस्य महती सम्पत्ति कुत्र अस्ति इदानीं, प्रायः भवता वा भवत पित्रैव स्वीक्रियेत्, भवत पित्रैव स्वीक्रियेत् झटिति पित्रा एव पित्रैव स्वीक्रियेत् झटिति सा सम्पत्ति अर्पणं करोतु, अन्यथा कारागारस्य दण्डं प्रापयेत् इति. भैरव एतत् श्रुत्वा भीत अभवत्, झटिति राजनं याचितवान् यत् एतत् कूपः तस्य नासीत्, एतत् तु वृद्धया एव आसीत्. कूपः पुल्लिङ्गे अस्ति. आमा, राजा तं द्विवारं सत्यं वादयित्वा, निच्चवदस्य वादयित्वा समीचीनं महोदय, निच् पदम् निच् पदं वादयति प्रायशः अस्ति, समीचीनमेव अस्ति भगिनि, द्रष्टव्यमस्ति, न स्मरामि. वादयित्वा यत् एतत् कूपः तस्य नासीत् किन्तु वृद्धायाः आसीत्, राजा सर्वान् परितः घोषणां कृत्वा वृद्धायै आश्वासनं दत्तवान्. एतत् आश्वासनं दत्तवान् एतत् कूपस्य एव आसीत्. इदानीं सः विचिन्त्य कूपस्य उपयोगं कर्तुं शक्नोति. पुनः भैरव तस्मै पीडां ददाति चेत् कर्मचारिणः सूचनां प्रेषयतु इति. एषः चतुरः न्यायाधीशः महाराजा राजा रणजीत् सिंह पञ्जाबस्य शासकः आसीत्. तस्य एव शासनकाले अमृतसरसि स्वर्णमन्दिरस्य निर्माणम् अभवत्. हा, बहु समीचीनमस्ति भगिनी, धन्यवादः. एकः एव प्रश्नः, तत्र तस्मै इति उक्तवती वा अथवा तस्यै? भैरवः तस्यै पीडयति इति भैरव नो राजा आश्वासनं दत्तवान् तदनन्तरं एषः कूप तस्य एव आसीत् तस्याः तदनन्तरम् इदानीं सा विचिन्त्य कूपस्य उपयोगं कर्तुं शक्नोति. पुनः भैरवं तस्यै पीडा अस्तु तदेव अहं किञ्चित् संशयः आसीत्. समीचीनं भगिनि, धन्यवादः. बहु समीचीनम् अस्ति, धन्यवादः भगिनि. धन्यवादः. अन्य कोऽपि वक्तुम् इच्छति वा? भगिनी उक्तवती, सरलभगिनी उक्तवती. कः? लक्ष्मीकान्त महोदय. अस्तु अस्तु महोदय, वदतु. कश्चन ग्रामे एका वृद्धा दैनन्दिककार्यार्थं गृहस्य समीपे कूपस्य जलम् इच्छति, परन्तु एकदुष्टपुरुषः भैरवनामेन अस्ति, सः तस्य सेवकेन सह कूपं वशीकृतवान्. कूपसमीपे आगमनाय अपि वृद्धायै अनुमतिं न दत्तवान्. दुःखिता वृद्धा राजधानीं गतवती, राजानं तस्या पीडा सूचित्वा सहायं प्रार्थितवती. राजा न्यायनिर्णयार्थं ग्रामम् आगतवान्. चातुरेण बहु प्रश्नान् पृच्छितवान्. कूपादिषु सम्पत्ति कूपस्य यजमानः राजकोषे अर्पणीतु, अन्यथा कारागारवासः अनुभोक्तव्य भवेत् इति राजा कूपेन उक्तवान्. झटिति भैरवः तत् कूपः वृद्धायाः अस्ति, मम नास्ति इति कूपः अथवा एषः कूपः तत् इति तत्र एषः कूपः, कूपः पुल्लिङ्गे अस्ति अतः नाट् तत् ओके एषः कूपः ओके हा एषः तत् इति नपुंसकलिङ्गे भवति हा ओके एष तदानीं राजा वृद्धां वृद्धाम् उक्तवान् क्लेशं विना एष उपयोगं करोतु इति राजा चातुरेण न्यायनिर्णयं कृतवान् दुष्टभैरवात् वृद्धां रक्षितवान् दुष्टभैरवात् वृद्धां रक्षितवान् रक्षितवान् बहु समीचीनमस्ति महोदय बहु समीचीनं धन्यवादः सारांशरूपेण बहु समीचीनम् अस्ति धन्यवादः महोदय अन्य कोऽपि वक्तुम् इच्छति वा न महोदय अहं वदामि हरि महोदय हरि हरि महोदय वदतु वदतु धन्यवादः तदेव तदेव तदेव सारम् इत्युक्ते पञ्चवाक्यं वाक्यं भवति अथवा दशवाक्यं सारं सारमेव अस्ति खलु महोदय चिन्ता मास्तु वदतु कूपः कस्य कथायां वयम् अनेकानि सारानि लभन्ते यथा एकः परसम्पत्तिः अधर्मक्रमणेन न चोरयतु द्विवाक्यं परसम्पत्तिम् अधर्मक्रमणेन न चोरयतु स्वसम्पत्तिं केवलम् अधर्मेण न चोरयतु किं भगिनि अधर्मेणापि किन्तु क्रमेण यदि सः उपयोगं कर्तुम् इच्छति तदपि समीचीनमेव अस्ति अधर्मेण अधर्मेण तदपि भवितुमर्हति अथवा अधर्मेण कर्मेण तदपि भवितुमर्हति प्रथमवाक्यं पुनः वदतु महोदय एतत् लभ्यते भवान् वयं लभामः इति भवति अस्माभिः लभ्यते लभति बहुवचनं वर्तमानकाले किं भवान् भवतः वाक्यं पुनः पठतु कृपया कूपः कस्य कथायां वयम् अनेकानि सारानि लभन्ते वा वयम् अस्ति कर्तापद कर्तृपदं तस्य भवती क्रियापदं लभामः न सारानि लभामः सो वी गेट् मेनी मोर् वी गेट् अत्र लभामः लभामः वा तत्र लभामः लभते इति आत्मनेपदे अस्ति लभे लभामहे कर्तृत्वे अस्ति अथवा द्रष्टुं शक्नुमः तदपि सुलभमेव अस्ति महोदय द्रष्टुं शक्नुमः वी केन् ओब्सर्व् मेनी पायिण्ट् अथवा कर्मणि पदे भवति अस्माभिः अस्माभिः दृश्यन्ते इति लभ्यन्ते वा दृश्यन्ते हरिमहोदय तत्र चिन्ता मास्तु यतः वयं आत्मनेपदी रूपम् एतावता न कृतवन्तः. अद्य विषयः तदेव अस्ति, आत्मनिपदिरूपं कुर्मः इति एव आसीत्. किन्तु कथायाः सारम् एकवारं श्रुत्वा कुर्मः इति अतः अतः चिन्ता मास्तु. आत्मनिपदे आत्मनिपदे अस्तु, अग्रे अग्रे पठतु. क्षम्यतां महोदय. न न चिन्ता मास्तु भगिनि, सम्यक् एव अस्ति, चिन्ता मास्तु. स्वसम्पत्तिं सर्वेभ्यां संविभागं करोतु. स्वसम्पत्तिं सर्वेभ्यः सर्वेभ्यां सर्वेभ्यां सर्वेषु वीश सर्वेषु अस्तु. अतः भवान् किं वक्तुम् इच्छति तत्र? We share, we should share our wealth with everyone. हा अस्तु, तत्र वाक्यं किम् आसीत्? स्वसम्पत्ति सर्वेभ्यां संविभागं शेर् करोतु. अन्य कोऽपि तत्र सहायं कर्तुम् इच्छति वा? तत्र किञ्चित् प्रायशः सहायस्य आवश्यकता अस्ति इति मन्ये. अस्तु सप्तमी सप्तमी विभक्ति आगति, सर्वेषु संविभागं कुर्मः. विभागः संविभागेषु वा संविभागं अथवा कर्तव्यं. राज्ञः परं दायित्वं स्वराजनीतौ धर्मस्थापनकार्यमस्ति. राज्ञः परं दायित्वं, सो प्रैमरी रेस्पान्सिबिलिटि, परं दायित्वं स्वराजनीतौ हिस् किङ्ग्डम् धर्मस्थापनकार्यम् अस्ति. द्वयं द्वयम् अस्ति इति प्रायशः, अथवा छ इति तत्र भवति चेत् स्तः इति प्रायशः भवति. तत्र उत्तरदायित्वम् उत्तरदायित्वम् इति रेस्पान्सिबिलिटि इति मन्ये. उत्तरदायित्वं उत्तरदायित्वम् उत्तरदायित्वं एतद् द्वयम् अस्ति. एतद्वयम् अस्ति. तत् अस्तु महोदय. इदानीम् अर्थः सुलभतया अवगम्यते इति मन्ये. अस्तु अग्रे. यदि असत्यं वदतु तर्हि कारागृहं वसतु. यदि अस्तु यदि तर्हि तत्र लोट् लकारस्य अस्तु. यदि अस्तु अग्रे. वयं दुष्टजनायाः अधः न आनयामः. दुष्टजनायाः तत्र जनायाः न किम् अधः, सो वि शुड् नाट् वर्क् अण्डर् लैक् बेड् पीपल्. किन्तु तत्र तत्र जनः इति अस्ति महोदय, तत्र जनानाम् इति प्रायः षष्टिविभक्ति बहुवचनं जनानाम् इति प्रायशः अस्ति. जनानां अस्तु महोदय. बहु समीचीनमस्ति महोदय. तत्र गम्भीरविषयः अस्ति, अतः तस्य वदनं किञ्चित् वदनस्य समये किञ्चित् क्लेशः तु भवति, किन्तु बहु समीचीनम् अस्ति. अग्रे गत्वा एतत् आत्मनिपतिरूपम् अपि षष्टिविभक्तिरूपम् एतत् सम्यक्तया यदि जानीमः भवान् सुलभतया एतत् कर्तुं शक्नोति. इदानीं प्रयासः बहु समीचीनम् अस्ति. अस्तु, आं महोदय, धन्यवादः. हा हा, समीचीनं. किञ्चित् किञ्चित् तत्र करणीयमस्ति, किन्तु इदानीं चिन्ता मास्तु. तत् अग्रे गत्वा पुनरेकवारं एतत् विषयं यदा आगच्छति तस्मिन् समये एतत् भवान् एकवारं मां स्मारयतु, तस्मिन् समये एतत् एतानि वाक्यानि सम्यक्तया कुर्मः. अस्तु, किन्तु समीचीनम् अस्ति महोदय. आं महोदय. अग्रे अन्य कोऽपि वक्तुम् इच्छति वा? अन्यः एकः एव, नो चेत् समयः नास्ति. हा, कोऽपि वक्तुम् इच्छति वा कथायाः सारः अथवा सारांशः? अस्तु अस्तु, अतः धन्यवादः सर्वेषां यः अथवा ये उक्तवन्तः. अस्तु, इदानीम् एतत् कुर्मः वयं गीतासोपानं पेज् 42 मध्ये गच्छामः. तत्र प्रायशः अभ्यासः नवम अपि दशम अभ्यासः वयं न कृतवन्तः इति मन्ये. कोऽपि स्मरति वा कथायाः पूर्वम् एतत् वयं चर्चितवन्तः? कोऽपि स्मरति वा? यदि वयं पेज् 42-43 मध्ये नवम दशमः अभ्यासः कृतवन्तः न वा? कोऽपि न स्मरति वा? अस्तु अस्तु, अतः एतत् कुर्मः. वयं पेज् 45 गच्छामः. तत्र आत्मनेपदीनाम् इति यद् अस्ति, कः पठितुम् इच्छति? भानुचैतन्य महोदय, भवान् पठति वा तत्र? आं महोदय, किन्तु अहं 41 पेज् पर्यन्तं वयं कृतवन्तः इति मन्ये. त्वं वस्तुं क्रीणाति तत् ओ तं वस्त्रं क्रीणासि इति 42 न कृतवन्तः न कृतम् इति मन्ये. अस्तु, अन्य कोऽपि स्मरति वा? अहं चिन्तितवान् अष्टम अभ्यासः कृतवन्तः इति. न महोदय, न कृतवन्तः. न कृतवन्तः, अस्तु, एतत् कुर्मः अद्य. एतत् अद्य एतत् आत्मनेपदि इति किञ्चित् विषयः अस्ति, तत् कुर्मः. किन्तु अग्रे तदनन्तरं आगत्य एतत् कुर्मः 42-43. अस्तु अस्तु, भानुचैतन्य महोदय, एतत् भ्रातृमेलनम् इति. भ्रातृमेलनं, भ्रातृमेलनम् आत्मनेपदीनां पदिनां धातूनां परिचयः लट् लकारः. एतां कथाम् उच्चैः पठत अवगच्छत च. पाण्डवाः वनवासम् आचरन्तः बद्रीकाश्रमम् आगताः. द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते. द्रौपदी अपि विहरन्ति मोदते. एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते. तत् सौगन्धिकं कमलम् इति सा जानीते. सा तादृशानि अधिकानि पुष्पाणि कामयते. अतः सा पतिं भीमसेनं प्रार्थयते, भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति. महोदय, तावत्पर्यन्तं समीचीनमस्ति. हा, धन्यवादः. अत्र अस्माकं विषयः अस्ति आत्मनेपदीनां धातूनां परिचयः लट्लकारः इति. वयं पूर्वं दृष्टवन्तः सः पठति इति, तादृशक्रियापदानां रूपं दृष्टवन्तः. बालकः पठति, सः जानाति, तौ कुरुतः, कौ शृणुतः, रुदितः, तादृशरूपं दृष्टवन्तः. तद् परस्मैपदी धातु इति वदामः, परस्मैपदी क्रियापदम् इति वदामः. क्रियापदानां भागद्वयं भवति, आत्मनेपदी क्रियापदम् अथवा परस्मैपदी क्रियापदम्. अत्र आत्मनेपदी क्रियापदस्य परिचयः भवति. अत्र आत्मनेपदीरूपं किञ्चित् भिन्नः अस्ति. पठति इति परस्मैपदी मध्ये अस्ति, किन्तु अत्र रमन्ते, मोदते इति एव अस्ति. तत्र आत्मनेपदी धातून् अत्र एतदेव अत्र विषयः अस्ति. किन्तु तस्य पूर्वं किञ्चित् वक्तव्यमस्ति. वाक्यस्य रूपं कीदृशं भवति इति, अतः प्रथमवाक्यं तत्र पठामः. पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः. तदनन्तरं द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते इति. प्रत्येकस्मिन् वाक्ये क्रियापदं भवति. तत्र रमन्ते, मोदते, ईक्षते इति क्रियापदम् अस्ति. तदनन्तरं किमस्ति, कर्तृपदम् इति वदामः. प्रथमवाक्ये पाण्डवाः इति कर्तृपदं, पाण्डवाः आगताः, द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते इति अस्ति. रमन्ते इति बहुवचने अस्ति, मोदते इति एकवचने अस्ति, रमन्ते इति बहुवचने अस्ति. आत्मनेपदी रूपं क्रियापदस्य रूपं पठति, पठति पठतः पठन्ति. तत्र नकारः अस्ति चेत् वयं चिन्तितुं शक्नुमः तत् बहुवचने अस्ति इति. तत्र रमन्ते अपि बहुवचने अस्ति. क्रियापदस्य वचनं यदस्ति तदेव वचनम् अस्ति कर्तृपदस्य. अत्र रमन्ते इति अस्ति, अतः द्वितीयवाक्ये कर्तृपदं. वाक्ये सर्वदा कर्तृपदं, क्रियापदं, तदनन्तरं प्रायशः कर्मपदम् इति भवति. रामः वृक्षं पश्यति, तत्र पश्यति क्रियापदमस्ति, रामः कर्तृपदमस्ति, क्रिया सः एव करोति. पश्यति इति क्रिया, कः पश्यति, रामः पश्यति, तत् कर्तृपदं. रामः किं पश्यति, तत् कर्मपदम् इति वदामः. रामः वृक्षं पश्यति, वृक्षं, वृक्षः इति अस्ति, वृक्षम् इति द्वितीयाविभक्तिरूपम् अस्ति. रामः वृक्षं पश्यति, रामः प्रथमाविभक्तिरूपम् इति वदामः. वृक्षं द्वितीयविभक्तिरूपं, तत् कर्मपदं. रामः कर्तृपदं, पश्यति इति क्रियापदं. बालकाः पश्यन्ति, पश्यन्ति बहुवचनं, बालकाः बहुवचनम्. अत्र रमन्ते इति अस्ति तत् एतस्मिन् वाक्ये. तत्र कः वदति तत्र कर्तृपदं किम् अस्ति इति तस्मिन् वाक्ये? रमन्ते इति बहुवचनम् अस्ति, ते इति कर्तृपदमस्ति, ते रमन्ते. तत्र रमन्ते इति क्रियापदं, ते रमन्ते. अत्र अन्यविषयः अपि तत्र स्मरणीयमस्ति. क्रियापदस्य विभागद्वयम् इति उक्तवन्तः. परस्मैपदीक्रिया तादृश परस्मैपदी क्रियापदम् अथवा परस्मैपदीरूपम् अपि आत्मनेपदीरूपम्. अन्यविभागः अपि अस्ति क्रियापदानाम्. एतदस्ति सकर्मकक्रियापदम्, अकर्मकक्रियापदम् इति. तत्र पश्यति, तत्र वयं वक्तुं प्रष्टुं शक्नुमः सः किं पश्यति इति. यदि तत् प्रश्नः प्रष्टुं शक्नुमः तत् किं पश्यति, तत्र कर्मपदं भवितुम् अर्हति. सः वृक्षं पश्यति, अथवा सः गच्छति, सः किं गच्छति, सः ग्रामं गच्छति, गच्छति क्रियापदस्य कर्मपदमपि भवति, अतः तत् सकर्मकक्रियापदम् इति वदामः. किन्तु सः हसति, तत्र किम कोऽपि वक्तुं शक्नोति वा सः किं हसति इति? किमर्थं न किं हसति, किं हसति इति तत्र कर्मपदं नास्ति. हा, सः किं गच्छति अथवा सः किं पश्यति, तादृशप्रश्नः वयं सः किं हसति इति न प्रष्टुं शक्नुमः. हसति इति अकर्मकक्रियापदम् इति वदामः. सः उपविशति, तत्र प्रश्नः कोऽपि वक्तुं शक्नोति वा सः किम् उपविशति इति? न. सन्ध्या भगिनी वक्तुं प्रष्टुं शक्नुमः वा सः किम् उपविशति? न खलु. अतः उपविशति अपि अकर्मकक्रियापदम् इति वदामः. सः कुत्र उपविशति? सः आसन्दे उपविशति इति वक्तुं शक्नुमः, किन्तु सः आसन्दम् उपविशति तत् न वक्तुं शक्नुमः. अत्र अत्रापि यदि वयं वाक्यानि पश्यामः, प्रथमं क्रियापदं किम् इति द्रष्टव्यमस्ति, तदनन्तरं कर्तृपदं किम् इति द्रष्टव्यमस्ति, कर्मपदम् अस्ति न वा इति द्रष्टव्यमस्ति. एतद् यदि कुर्मः वाक्यस्य अर्थः सुलभतया अस्माभिः अवगम्यते. अस्तु, तत्र प्रथमम् अपि अन्यविषय अत्र विशेषण अपि विशेष्यम् इति अस्ति. तत्र उत्तमः रामः इति, रामः इति नामपदम् इति वदामः अथवा नौन् इति आङ्ग्लभाषायां वदामः. उत्तमः रामः अड्जेक्टिव् इति यद्भवति तद् विशेषणम् इति वदामः. विशेषणम् उत्तमः रामः विशेष्यं, यस्य विशेषणमस्ति सः विशेष्यः. यद् विशेष्यस्य किमपि वदति तद् विशेषणम् इति वदामः. रामः उत्तमः इति वदामः, उत्तमः तद् विशेषणं भवति. हा, अस्तु अस्तु, एतत् स्मर्यतां. पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः. अत्र गीता भगिनी, तत्र कर्तृपदं किमस्ति तत्र? पाण्डवाः. पाण्डवाः, समीचीनं. हा, तत्र क्रियापदं किमस्ति वदति वा? आचरन्तः. आचरन्तः एकं क्रियापदमस्ति, अन्यत् अपि अस्ति वा? आगताः. आगताः तदपि क्रियापदम् इव अस्ति. हा, तदपि समीचीनं. सत्यं. हा, वनवासम् इति तत् किमस्ति भानुभगिनी वदति वा? आं महोदय. वनवासं कर्मपदम् अस्ति वा? कर्मपदम् अस्ति. हा, समीचीनं भगिनि, समीचीनं. हा, पाण्डवाः वनवासम् आचरन्ति. आचरन्ति, समीचीनं भगिनि. हा, तत्र बदरिकाश्रमं रामनाथ महोदय, तत् किम् अस्ति बदरिकाश्रमं? कर्तृपदं वा क्रियापदं वा कर्मपदं वा अथवा एतत् नास्ति कर्मपदमपि नास्ति? कर्मपदमेव. कर्मपदं, समीचीनं महोदय. हा, तत्र धन्यवादः. हा, तत्र आचरन्तः, तत्र तत्र एतद् रूपं कीदृशम् इति अग्रे गत्वा पश्यामः. तत्र कार्यद्वयम् अथवा क्रियाद्वयं भवति. तत्र पाण्डवाः वनवासम् आचरन्ति, अपि तस्मिन्नेव समये बदरिकाश्रमम् आगच्छन्ति. एतदेव तस्मिन् वाक्ये अस्ति. तस् वाक्यस्य अर्थः एतदेव अस्ति, पाण्डवाः वनवासम् आचरन्ति, तस्मिन्नेव समये बदरिकाश्रमम् आगच्छन्ति. आचरन्तः इति तस्य रूपं किम् इति अग्रे पश्यामः. शत्रु इति वनवासं बद्रिकाश्रमं समीचीनं हा सत्यं महोदय सत्यं किन्तु तत्र आचरन्तः अपि आगताः तद् तस्य तद् क्रियापदम् इव अस्ति किन्तु क्रियापदमेव नास्ति तद् नामपदं तादृशरूपम् अस्ति तस्य विभक्तिः अपि भवितुम् अर्हति अत्र आगताः इति पाण्डवाः पदस्य विशेषणमस्ति पाण्डवाः आगताः कुत्र आगताः बद्रिकाश्रमम् आगताः इति तत्र विशेषणम् इति भवति अस्तु अग्रे गच्छामः पाण्डवाः किं वनवासम् आचरन्ति तस्मिन् समये ते बद्रिकाश्रमम् आगच्छन्ति ते बद्रिकाश्रमम् आगताः सन्ति द्रौपद्या सहिताः ते हा वदतु महोदय आगताः तु क्रियापदम् अस्ति वा न न महोदय क्रियापदमिव अस्ति आगताः इति सः आगतः ते आगताः इति तद् नामपदमस्ति तस्य विभक्तिः अपि अस्ति अत्र क्रियापदं किम् आगताः सन्ति आगताः सन्ति किन्तु तत् क्रियापदं तद् सत्यक्रियापदं तद् नास्ति अत्र पाण्डवाः आगताः सन्ति भवान् अनेकान् जनान् आह्वयति गृहम् आगच्छतु इति अतिथयः आगताः सन्ति इति रूपं भवति अतिथयः आगच्छन्ति तदनन्तरं किं भवान् किं वदति ते आगताः सन्ति दे हाव् आल्रेडि कम् दे हाव् कम् इति आगताः सन्ति इति तत्र आगताः इति नामपदम् अस्ति तद् पाण्डवाः शब्दस्य विशेषणम् अस्ति पाण्डवाः बहुवचने आगताः अपि आगताः विशेषणं हा विशेषणम् अस्ति पाण्डवाः आगताः तत् क्रियापदम् इव अस्ति किन्तु तत् क्रियापदं नास्ति तत्र विशेषणमेव अस्ति तत् अहं पुस्तकं पठामि एतत् पुस्तकं मया पठितम् ऐ हव् रेड् दिस् बुक् एतत् मया पठितं पुस्तकं स्वीकरोतु पठितं पुस्तकं दिस् बुक् दट् हेस् बीन् रेड् इति भवति तादृशरूपमस्ति एतत् किञ्चित् नूतनविषयः तत्र वयं चिन्तयामः तत् क्रियापदमेव अस्ति क्रियापदम् इव अस्ति किन्तु नामपदमस्ति तत् तत्तु क्रियां सूचयति तत् आगच्छन्ति इति सूचयति तत् अन्यप्रश्नः अस्ति वा अत्र कर्मणि प्रयोगे पाण्डवैः पाण्डवाः इत्युक्ते तृतीयविभक्ति पाण्डवाः बहुवचनं तृतीयविभक्ति पाण्डवैः बद्रिकाश्रमम् इस् नपुंसकलिङ्गं बद्रिकाश्रमः आश्रमं बद्रिकाश्रम तत् पुल्लिङ्ग नपुंसकलिङ्ग नपुंसकलिङ्ग रै आश्रमम् आश्रमम् इति मन्ये आश्रमः आश्रमः सो बद्रिकाश्रमः आगताः पाण्डवैः आगतः आश्रमम् अथवा आश्रमः सम्यक्तया न स्मरामि तत् पुल्लिङ्गे अथवा किन्तु आगतः अथवा आगतः इति भवति आगतः अथवा आगतम् इति भवति सत्यं तत् कर्मणि प्रयोगे इदानीं मास्तु भगिनि अस्तु कर्तृप्रयोगं प्रथमं तत् सम्यक्तया कुर्मः, तदनन्तरं कर्मणि प्रयोगस्य कुर्मः. आगतः पदम् आगता इन् दिस् कर्तरिप्रयोग इट्स् लैक् अड्जेक्टिव् टु पाण्डवाः, बट् आगताः इन् कर्मणि प्रयोग इट् विल् बि लैक् अ वर्ब् आगतः. अस्तु भगिनि, कर्मणि कर्मणि प्रयोगस्य विषयम् अग्रे पश्यामः, इदानीं मास्तु. द्रौपद्या सहिताः ते ते तत्र रमणीयेषु कान्नप्रदेशेषु विहरन्तः रमन्ते. ते विहरन्तः, ते विहरन्ति किन्तु तस्मिन्नेव समये ते रमन्ते अपि, अतः ते विहरन्तः रमन्ते. अहं गच्छामि, गच्छन् गायामि. अहं गच्छन् गायामि, अहं गच्छामि तस्मिन्नेव समये अहं गायामि इति कृत्वा अहं गच्छन् गायामि. अनेकाः जनाः गच्छन्ति तस्मिन्नेव समये गायन्ति, तत्र ते गच्छन्तः गायन्ति इति भवति. तत्र क्रियाद्वयम्. अग्रे अग्रे एतत् पश्यामः तत्र. सत्यं सत्यं, किन्तु अग्रे पश्यामः, अत्र केवलं अवगमनार्थम् अहम् उक्तवान्. विहरन्तः, ते विहरन्ति तस्मिन् तस्मिन्नेव समये ते रमन्ते. विहरन्ति इति ते कोऽपि वदति वा? विहरन्ति इत्युक्ते किं? रमन्ते इत्युक्ते किं? विहरन्ति रमन्ते इस् रेवेलिङ्ग्, रेवेलिङ्ग् इन् जाय्. अस्तु समीचीनं. विहरन्ति इति उत्तर उत्तर चलन्ति, भ्रमन्ति, चलन्ति, भ्रमन्ति, भ्रमन्ति, भ्रमन्ति. सत्यं समीचीनं. कुत्र रमन्ति, कुत्र भ्रमन्ति? वने, वने, वने, काननप्रदेशेषु. काननप्रदेशेषु कीदृश काननप्रदेशेषु? रमणीयेषु प्रदेशेषु. रमणीयेषु काननप्रदेशेषु, तत्र रमणीयेषु अपि काननप्रदेशेषु तयोः मध्ये सम्बन्धः कः? काननप्रदेशेषु विशेष्यं भवति, रमणीयेषु विशेषणं भवति, अब्जेक्टिव् अस्ति. ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते. ते केवलं तत्र पाण्डवाः सन्ति वा? न, द्रौपद्या सहिताः ते. द्रौपदी अपि अस्ति तत्र. द्रौपद्या सहिताः ते, वयं जानीमः रामेण सह गच्छति इति, खलु? रामेण सह लक्ष्मणं वनं गच्छति इति. तत्र तृतीयाविभक्ति इति वदामः सः. तादृशरूपम् अत्रापि तृतीयविभक्तिरूपं द्रौपद्या, तृतीयविभक्ति द्रौपद्या सह अथवा सहिताः. द्रौपद्या सहिताः ते, तत्र सहिताः अपि ते शब्दस्य विशेषणमस्ति. द्रौपद्या सहिताः ते, सो वित् द्रौपदी द पाण्डवास् दे ते रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते. तत्र रमन्ते इति अस्ति, ते रमन्ते, सः किं भवति? सः रमते इति भवति. मोदते अस्ति एकवचने, रमन्ते इति बहुवचने अस्ति. तत्र रूपं कीदृशम् इति यदि दृष्टुम् इच्छन्ति चेत् पेज् 48 पश्यतु. तत्र लट्लकारस्य रूपं दत्तमस्ति. सहते, सहेते, सहन्ते, सहसे, सहेथे, सहद्वे, सहे, सहावहे, सहामहे इति. आत्मनेपदीरूपं परस्मैपदीरूपस्य भिन्नं भिन्नरूपम् अस्ति. किन्तु मोदते तत् सहते इव अस्ति एकवचने, सहन्ते अथवा रमन्ते बहुवचने इति अस्ति. अस्तु अग्रे पश्यामः. एकदा, एकदा इत्युक्ते किम्? समयस्य सूचना अस्ति. एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते. तत्र क्रियापदम् ईक्षते अस्ति, कर्तृपदं किम् अस्ति हरिमहोदय वदति वा? आं महोदय, एकदा द्रौपदी वायुना आनीतमेकं सुन्दरं ईक्षते इति क्रियापदम् अस्ति. ईक्षते इत्युक्ते गेज् द्रौपदी द्रौपदी समीचीनं. हा द्रौपदी ईक्षते, द्रौपदी ईक्षते, द्रौपदी कर्तृपदम् अस्ति. तत्र वाक्यम् इति पश्यामः, सरलवाक्यं प्रथमतया मनसि आगन्तव्यमस्ति. क्रियापदं कर्तृपदं द्रौपदी ईक्षते. तदनन्तरं प्रश्नः, द्रौपदी किम् ईक्षते? हा पुष्पा, द्रौपदी पुष्पम् ईक्षते. हा समीचीनं. हा तत्र पुष्पं कर्मपदं भवति, कर्मपदं. हा अतः कर्तृपदं द्रौपदी, कर्मपदं पुष्पम्, ईक्षते क्रियापदम्. इदानीं कीदृशपुष्पं, कीदृशं पुष्पम् इत्युक्ते सुन्दरं पुष्पं, सुन्दरं विशेषणं, सुन्दरं विशेषणं भवति, विशेषणं भवति. एकं पुष्पम् एकमपि विशेषणं, सुन्दरमपि विशेषणम्, एकं विशेषणद्वयं. हा एकं सुन्दरं पुष्पम् अपि, तत् केवलं तद् न, कीदृशं पुष्पम् इति न. तत्र नरेश् महोदय, अन्यत् किमपि वक्तुं शक्नुमः वा? कीदृशं पुष्पम् इति, एकं सुन्दरं पुष्पम् इति अस्ति. हा आनीतं पुष्पम्, आनीतं पुष्पं, तदपि विशेषणम् अस्ति. केन आनीतं, केन आनीतं? वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते. अतः तत्र द्रौपदी पुष्पम् ईक्षते इति अस्ति सरलवाक्यं, किन्तु अनेक विशेषणं तत्र तस्य संयोजनं कृत्वा वायुना आनीतं प्रथमं विशेषणं, तदनन्तरम् एकं पुष्पं, तदनन्तरं सुन्दरं पुष्पं, तत्सर्वं मिलित्वा वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते इति भवति. तत् इत्युक्ते किं, तत् इत्युक्ते किं सन्ध्या भगिनी, तत् इति पदस्य अन्वयः कुत्र अस्ति? तत् पद, तत् इति पदं किं सूचयति? एकः प्रश्नः अस्ति महोदय. पुष्पम् आनीतम् इस् तप्रत्यय न्यूट्रल् जेण्डर् नपुंसकलिङ्ग शब्दः अस्ति. हा नपुंसकलिङ्ग पुष्पम् आनीतं. रूपम् अग्रे पश्यामः भगिनि, किन्तु आनीतम् आनीतं तत् पुष्पस्य विशेषणम् अत्र अस्ति. पठितं, मया पठितं पुस्तकम्, अहं पुस्तकं पठामि, मया पठितं पुस्तकम्. एतत् पुष्पं वायु आनयति, वायुना आनीतं पुष्पम् नीतम्. अहं पुस्तकं पठामि, मया पठितं पुस्तकं, वायु पुष्पम् आनयति, वायुना आनीतं पुष्पम्. पुष्पम् आनीतं सत्यं. हा सन्ध्या भगिनी उक्तवती तत् इत्युक्ते पुष्पम् इति. हा तत् पुष्पं सौगन्धिकं कमलम् इति सा जानीते. तत्र रामनाथ महोदय, तत्र क्रियापदं किम् अस्ति? तत् सौगन्धिकं कं न अग्रे अग्रे तत् सौगतिकं कमलम् इति सा जानीते. जानीते क्रियापदमस्ति, समीचीनं. कर्तृपदं कमलं, जानीते इत्युक्ते किं? जानीते इत्युक्ते परस्मैपदी क्रियापदं वदति वा भवान्? जानीते मीन्स् नोन् वेल्. अस्तु जानाति इति चिन्तयामः. कः जानाति, कः जानाति, कर्तृपदं, कर्तृपदं किम् अस्ति तत्र? कर्तृपदं सौगन्धिकं कमलम्. अन्य कोऽपि सहायं करोतु. अस्तु, सा जानीते, सा जानीते, अत्र सा इत्युक्ते का, सा का? द्रौपदी, द्रौपदी, द्रौपदी, सा द्रौपदी, सा द्रौपदी जानीते, जानाति. सा द्रौपदी किं जानाति, सा द्रौपदी जानाति अथवा जानीते किं जानाति? सौगन्धिकं कमलम् अस्ति इति. हा, एतत् यत् पुष्पं, हा, यत् पुष्पं वायुना आनीतम् अस्ति, तत् पुष्पं सौगन्धिकं कमलम् इति द्रौपदी जानाति, जानाति, हा, जानीते इति अस्ति, अर्थः जानाति इति अस्ति. अत्र प्रश्नः अस्ति वा द्वितीयवाक्यं, द्वितीयपरिच्छेदस्य द्वितीयवाक्ये? तत् पुष्पं यत् उभयपदि जानाति, जानाति, जानीते, प्रायशः अस्ति, जानीते, जानाति. आं, सत्यं भगिनि, हा, हा, जानाति, हा, तत् जानाति अपि तत्र वक्तुं शक्नुमः. अस्तु, हा, अग्रे एतद् वाक्यत्रयं कुर्मः. सा तादृशानि अधिकानि पुष्पाणि कामयते. तत्र क्रियापदं कामयते अस्ति, कर्तृपदं किम् अस्ति तत्र? सा, सा द्रौपदी. कर्मपदम् अस्ति वा तत्र? पुष्पाणि, पुष्पाणि. तत्र कामयते इत्युक्ते, कामयते इत्युक्ते इच्छति इति, हा, इच्छति, तद् मम भवतु इति इच्छति. हा, सा तादृशानि अधिकानि पुष्पाणि, तादृशानि अधिकानि पुष्पाणि कामयते. तत्र पुष्पाणि अस्ति, तस्य विशेषणम् अधिकानि तादृशानि इति भवति. मेनि लैक् दट्, तादृशानि अधिकानि पुष्पाणि कामयते. अतः सा पतिं, पतिं भीमसेनं प्रार्थयते. तत्र क्रियापदं किमस्ति? लक्ष्मीकान्त, तत्र क्रियापदं, कर्तृपदं, कर्मपदं, सर्वं वदतु तत्र. अतः सा पतिं भीमसेनं प्रार्थयते. महोदय, गायत्री वदति महोदय, महोदय. अस्तु, अस्तु, सा, अतः, अतः रीड् इट्. नमस्ते, रीड् कर्. ओके, दट्स् ओके. अतः, अतः सा पतिं भीमसेनं प्रार्थयते. तावदेव भगिनि. तत्र क्रियापदं किम् अस्ति? प्रार्थयते, समीचीनं, समीचीनं, प्रार्थयते इति क्रियापदम्. कः प्रार्थयते तस्मिन् वाक्ये? यद्यदस्ति तत्र क्रियाप, कर्म, कर्तृपदं किम् अस्ति? हु डस् दि आक्षन्, कर्तृपदं भीम, सा, समीचीनं, सा इति द्रौपदी, सा द्रौपदी प्रार्थयते. कर्मपदं प्रार्थयते, तस्य पदस्य कर्मपदम् अस्ति वा तत्र? भीमसेनम्, भीमसेनं, समीचीनं भगिनि. हा, सा भीमसेनं प्रार्थयते. सा इति कर्तृपदं, प्रार्थयते इति क्रियापदं, भीमसेनम् इति कर्मपदं, समीचीनं भगिनि. न, भीमसेनं कीदृशभीमसेनं? पति, भीमसेनः द्रौपद्याः पतिः अस्ति, अतः सा पतिं भीमसेनं प्रार्थयते. पतिम् इति तत्र विशेषणं भवति भीमसेनपदस्य. पतिं भीमसेनं प्रार्थयते, भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति. तावदेव अस्तु. सर्वे अवगन्तः इति मन्ये? प्रश्नः अस्ति वा प्रथम अपि द्वितीयपरिच्छेदस्य विषये कोऽपि प्रश्नः अस्ति वा? अस्तु अस्तु अस्तु. अतः अत्र समयः जातः मम, किन्तु एतद् कथां किञ्चित् अग्रे अपि एकवारं पठन्तु. अग्रिमे वर्गे एतदेव वयं कुर्मः. एतत् कृत्वा वयम् एतत् 42-43 पुनरागच्छामः. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादः. अग्रिमे वर्गे मिलामः. नमस्कारः. धन्यवादः महोदय. नमस्कारः. धन्यवादः महोदय. हरि ओम्. नमस्कारः. धन्यवादः महोदय. धन्यवादः. धन्यवादः. धन्यवादः महोदय. धन्यवादः. नमस्कारः.